किं वदामि, पाणिनीसूत्रं वदामि वा? अष्ट ॐ श्री गुरवे नमः. अष्टाध्यायी जगन्माता यस्य चित्तात् समुत्थिता वेदानामुपकाराय तस्मै पाणिनये नमः. अष्टकं पाणिनेर्दिव्यं शब्दशास्त्रम् अलौकिकम् आकुमारं यशो यस्य तस्मै पाणिनये नमः. सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा. ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनी. सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विशेषणविशेषभावः इति. तस्मिन् विषये वयं तत्र एकां कथां पठन्तः स्मः. तत्र शिवराजः अपि तत्र अन्य कोऽपि अस्ति तत्र आदिल् अफजल् खानस्य तयोः मेलनम् इदानीम् एतावत् न अभवत् किन्तु तत्र मेलनाय तत्र चिन्तनं सर्वं अस्माभिः पठितम्. इदानीम् अद्य तत्र मेलनस्य विषयः भवति. अस्तु तर्हि शुभदा भगिनी, नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनि. अस्तु तर्हि अतः आरम्भं कुर्मः तत्र. अस्तु तत्र ललिता भगिनी, तत्र प्रथमपरिच्छेदे यदस्ति तत्र भूमिकारूपेण तत्र वयं गतवर्गे एव पठितवन्तः किन्तु तत्र सर्वं न स्मरामः इति कृत्वा भूमिकारूपेण तत्र प्रथमपरिच्छेदे स्वशब्दैः वाक्यत्रयं वदतु. तत्र किम् अस्ति, किं लिखितं प्रथमपरिच्छेदे? शिवराजः तस्य राज्ये विजेता अस्ति. तस्य बलस्य विषये किमपि वक्तुं? तस्य बलं स्वकीयबलमपि वर्धति स्म. तत्र बलस्य वर्धनं भवति स्म. बलस्य वर्धनम् अपि अस्ति तस्मिन् समये, तस्मिन् काले, तस्मिन् समये सर्वासु दिक्षु परिभ्रमन्ति स्म. किं के प्रकाशमानाः खड्गाः? सरलवाक्यम् तस्य उग्र अस्मिन् परिच्छेदे सारांशरूपेण तत्र सारांशः कः इति वदतु. तत्र किमस्ति? शिवराजः अस्ति, सः कीदृशः? तस्य मनोबलं शिवराजः अस्ति, विजेता राजः अस्ति, स्वकीयं बलमपि वर्धयति स्म. तस्य बलस्य वर्धनं भवति स्म. अपि तत्र तस्य दलपतयः किं कुर्वन्ति? तेजः दलपतेः प्रकाशमाना दलपतयः किं कुर्वन्ति भगिनि? तत्र यत् अस्ति मा पठतु, यत् अस्ति तदेव मा पठतु, शब्दैः वदतु, सरलरूपेण वदतु. सर्वासु दिक्षु प्रकटितम् अस्ति. सर्वासु तस्मात् किं, तस्मात् किं तत्र सर्वासु दिक्षु तत्र खड्गाः तत्र परिभ्रमन्ति इत्युक्ते किम्? इतस्तत खड्गाः गच्छन्ति स्म, ततः किं भवति इत्युक्ते किम्, अर्थः कः स्वशब्दैः इत्युक्ते? ते युद्धानि कुर्वन्ति, युद्धेषु किं जयं प्राप्नुवन्ति वा अथवा अजयं प्राप्नुवन्ति? युद्धेषु जयं प्राप्नोति, युद्धेषु जयं प्राप्नोति, प्राप्नुवन्तः तादृशम्. अस्तु समीचीनं भगिनि. अपि तत्र ऋपवः सन्ति वा, तेषां स्थितिः का? ऋपवः सन्ति, अस्ति. अपि तेषां स्थितिः का? ऋपवः सन्ति. तेषां स्थितिः का? तस्य रिपान् तेषां बलः अपि अस्ति चेत्, गुरुः अस्ति चेत् गुरुः षष्ठी बहुवचनं किं भवति? गुरूणां. रिपु अस्ति चेत् गुरूणां, रिपु अस्ति चेत् रिपूणां, रिपूणां बलं, रिपूणां शक्तिः अथवा रिपूणां शक्ति बलं शक्तिः प्रतिक्षणं क्षीयति. तस्य क्षीयते. समीचीनम्, अस्तु, क्षीयते स्म, समीचीनं. न्यूनं भवति प्रतिदिनम्. अस्तु, समीचीनं. तत्र शक्तिः चेत् न्यूना न्यूना भवति, बलम् इति चेत् नपुंसकलिङ्गं न्यूनं न्यूनं बलं नपुंसकलिङ्गे इति मन्ये. बलम् इति नपुंसकलिङ्गे, शक्तिः तु स्त्रीलिङ्गे इति मन्ये. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे वंशीसोदा भगिनी, नमस्कारः. अस्तु, अग्रे तत्र उषापत्नी द्वितीयपरिच्छेदे. वंशीसोदा भगिनी, नमस्कारः भगिनि. शिवराजस्य वर्ध तत्र यत् अस्ति तदेव मा पठतु भवती, अवगत्य किञ्चित् सरलरूपेण वदतु. शिवराजः, शिवराजस्य बलस्य वर्धनं, शिवराजस्य शिवराजस्य बलं वर्धमानं भवति. तान् दृष्ट्वा, बलस्य वर्धनं दृष्ट्वा आदिलशाहस्य सेनापतिः एकम् आयोजनं कृतवान्. किं कृतवान् इत्युक्ते, सः किं तत्र निश्चयं कृतवान् वा, किं निश्चयं? कपटेन मारयितुं निश्चयं कृतवान्. समीचीनं भगिनि, तावदेव तत्र, तावदेव समीचीनं भगिनि. अत्र तत्र सेनापतिः शिवराजं कपटेन मारयितुं कृतवान् अथवा निश्चितवान्. समीचीनं भगिनि, अस्तु. अग्रे शोभा भगिनि, तृतीयपरिच्छेदः. आम् महोदय. ततः तत्पश्चात् अपजलखानः निश्चिन्तेन मनसा, इत्युक्ते वदामि महोदय, अपजलखानः निश्चयं कृतवान् यत् सः सैन्यं, स्वस्य सैन्यं नीत्वा शिवराजस्य समीपं गन्तुं निर्धारितवान्. तत्र एकं वनम् आसीत्, जावळीवनम् इति तत् वनं निबिडम् आसीत्. तत्र प्रवेशितवान् प्रविष्टवान् अपि तु सः तेन अवगन् तत्र गत्वा किम् अवगतवान्? तत्र गत्वा शिवराजस्य ग्रहणं सुलभं तु नास्ति इति, सुलभं नास्ति इति सः अवगतवान्. अपि च तत्र सन्देहः, तत्र तेन अग्रिमं कार्यं सुकरं भवेत् इति खानः. अस्तु, ततः सः निश्चितवान् एकः एव उपायः अस्ति. तत्र व्याजेन इत्युक्ते छलेन, कपटेन एवं शिवराजस्य ग्रहणस्य किं भवितुम् अर्हति ग्रहणम्. अतः तदेव करोमि इति अतः तत्र सन्धिं सन्धिं कुर्मः इति तत्र सन्धेः तत् सन्धिः इति तु एकः छलमेव आसीत् तेन कीदृशमपि शिवराजं मिलित्वा तस्य किं हननं वा हननम् अथवा मारणं हननं मारणं कर्तुं निर्धारितवान् अतः तत्र कपटेन कपटेन सन्धिं कुर्मः इति कपटं तत्र तत्र सत्यं नास्ति किन्तु केवलं पदनार्थं सः उक्तवान् सन्धिं कुर्मः इति उक्त्वा दूतमुखेन उक्त्वा सः शिवराजं इति दूतमुखेन उक्त्वा शिवराजम् तत्र शिवराजस्य आह्वानं शिवराजम् आह्वानं कृतवान् शिवराजस्य आह्वानं कृतवान् समीचीनं भगिनि तत्र तावदेव तत्र इच्छां मेलितुम् इच्छां प्रदर्शितवान् दूतमुखेन समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र इदानीं तत्र चतुर्थपरिच्छेदः तत्र शुभदा भगिनी वक्तुम् इच्छति वा तत्र केवलं सरलरूपेण सारांशत्वेन सर्वं वक्तव्यमिति नास्ति केवलं तत्र किं पठितवन्तः इति पुनस्मरणार्थं तावदेव प्रयत्नं करोमि महोदय यदि यदि दीर्घपरिच्छेदः अस्ति चेत् तत्र प्रथम भागं भागद्वयं कृत्वा प्रथमभागस्य किञ्चित् वदतु तत्र तत्र भयं महत् भयं वर्तते इति तत्र तावत्पर्यन्तम् अस्तु महोदय यदा अफजलखानः दूतमुखेन शिवराजं मेलितुम् इच्छां प्रदर्शितवान् शिवराजं अफजलखानः अपि क्षम्यतां शिवराजः तु राजनीतिज्ञः आसीत् अतः सः अपि स्वस्य राज गोपीनाथवर्यम् इति राजदूतम् आसीत् तं प्रेषित्वा प्रेषयित्वा तस्य उत्तरं दत्तवान् सः गोपीनाथवर्यं तु अफजलखानस्य समीपे गत्वा तस्य मिथ्या प्रशंसा कृतवान् अपि च शिवराजस्य भयं तत्र सः भीतिः भयम् अस्ति इति किमपि मिथ्या सः अपि तत्र असत्यम् उक्तवान् असत्यं वचनं तस्य अफजलखानम् उक्तवान् अतः तस्य प्रार्थनामपि कृतवान् यत् जावलीप्रदेशं समागत्य महाराजाय अभयं ददातु इति एकं प्रार्थनामपि प्रार्थितवान् समीचीनं भगिनि अतः तत्र मेलितुम् इच्छा तु अस्ति किन्तु अत्र आगत्य मेलितुं तत्र भयमस्ति तत्र अतः तत्र भवान् एव तुलजापुरम् आगत्य तत्र अभयं ददातु इति समीचीनं भगिनि समीचीनं भगिनि अस्तु धन्यवादः भगिनि धन्यवादः अस्तु अग्रे तत्र नरेश् महोदय तत्र अन्तिमभागः अस्ति तत्र वदति वा महोदय तत्र आं महोदय दूतः अफजलखानस्य प्रशंसां कृतवान् तं जावलीप्रदेशे मेलनम् अपि अवदत् तत् अफजलखान अङ्गीकृतवान् तत्र मेलनम् अस्तु मेलनं कुर्मः मिलामः इति सः अङ्गीकृतवान् अफजलखानः अङ्गीकृतवान् समीचीनं अग्रे किम् अभवत् सः यदा अफजलखान तत्र सैन्यं गतवान् अतः दुर्गात् किञ्चित् दूरे तस्य शिबिरं स्थापितवान् तदा कुत्र मिलामः इति तदपि निश्चितवन्तः केवलं सः न किन्तु तत्र दूतः अपि अन्यजनाः सर्वं यतोहि तत्र केवलं निश्चितम् इति अस्ति अतः न जानीमः तत्र कः निश्चितवन्तः इति अतः तत्र इदानीं मेलनस्थलं तत्र मेलनस्थलं कुत्र भवति इत्युक्ते तत्र पटगृहम् अस्ति तस्मिन् पटगृहे तत्र शिवराजः अपि तत्र अफजल खानः तयोः मेलनं भवति इति निश्चितम् अस्ति इदानीम् अग्रे पश्यामः तत्र किं किं भवति इति अस्तु इदानीं तत्र धन्यवादः महोदय इदानीम् अग्रे वेदा भगिनी अग्रे पठति वा तत्र रात्रिः अतीता इति ततः आरभ्य रात्रिः अतीता सूर्योदयः जातः भवानी भक्तः शिवराजः लौहमयं दृढं कवचं तीक्ष्णानि व्याघ्रनखानि रक्तं शिरस्त्राणं तीक्ष्णं कृपाणं च धृत्वा अफजलेन मेलितुं प्रस्थितः आगतं शिवराजं तत्र एतावत् पठतु तत्र सहस्वस्थानं स्वस्थानात् सहसा उत्थितः इति तावत् पर्यन्तम् एकवारं पठित्वा पुनः तत्र पङ्क्तिशः वदतु आगतं शिवराजं दृष्ट्वा अफजलः प्रसन्नः अभवत् सः स्वस्थानं सहसा उत्थितः रात्रिः अतीता तत्र अतीता इति अतीता क्तान्तपदं वा क्तान्तपदम् प्रत्ययः अतीतः प्रत्ययः रात्रि अतीता अतीता इति अस्ति रात्रि स्त्रीलिङ्गमस्ति तत्र स्त्रीलिङ्गमस्ति विशेषणमस्ति रात्रिः अतीता विशेषणमस्ति रात्रिः अतीता सूर्योदयः तदपि विशेषणविशेषभावम् अस्ति तत्रापि सूर्योदयः जातः सूर्योदयः जातः सूर्य उदयम् अभवत् रात्रिता सूर्य उदयः भवति भवानी भक्तः शिवराजः रात्रिः अतीता इत्युक्ते का रात्रिः अतीता इत्युक्ते रात्रि रात्रि किं वदन् संस्कृत मे हौ डु यू से इन् संस्कृत रात्रि रात्रिः तत्र रात्रेः रात्रिः समाप्ता इति रात्रिः समाप्ता तत्र रात्रिः सूर्योदयः जातः भवानी भक्तः शिवराजः तत्र भवानी भक्तः शिवराजस्य विशेषणं भवानी तत्र भवानी भक्तः इति अस्ति तत्र भवानी भक्तः पदद्वयं भवानी भवान्याम् अस्ति वा भवान् किं भक्तः इति अस्ति तत्र कस्य भक्तः सः भवान्याः भक्तः हा भवान्याः भक्तः समीचीनं भगिनि हा भवान्याः भवत्याः नाम किं तादृश भवान्याः भक्तः शिवराजः लौहमयं दृढं कवचं लौहमयम् इत्युक्ते लोहेन धृतं दृढं कवचं दृढं कृतं तत्र कवचं लोहेन कृतमस्ति तत्र कवचं केन पदार्थेन कृतम् इत्युक्ते तत्र लोहेन कृतम् अस्ति दृढमपि अस्ति कवचं दृढमपि लोहमयम् इत्युक्ते केवलम् एकः भागः लोहेन कृतम् इति नास्ति तत्र सर्वत्र लोहम् कवचम् इत्युक्ते सर्वत्र एव अस्ति न महोदय कवचम् इत्युक्ते सर्वत्र कवचं सर्वत्र इति न किन्तु कवचस्य एकः भागः लोहेन कृतं वा अथवा न अतः सम्पूर्णतया सम्पूर्णतया लोहेन लोहेन एव कृतम् इति अतः लोहमयं कवचम् अपि कीदृशं कवचम् अस्ति तत् दृढं दृढं कवचं हा दृढम् अस्ति अतः तत्र यदि सः शिवराजः तं कवचं धरति तत्र दृढं सुरक्षणं सुरक्षणं भवति तस्य what do you say not penetrating what do you say in sanskrit skill what do you say समीचीनं समीचीनं हा तत्र न कोऽपि तत्र खड्गः छेदितुम् अथवा तत्र छिनत्ति इति अपि तत्र तत् न कर्तुं शक्यते समीचीनं धन्यवादः तीक्ष्णानि व्याघ्रनखानि तीक्ष्णानि व्याघ्रनखानि व्याघ्रनख नखं व्याघ्रस्य नखमेव अस्ति तत् व्याघ्रनखानि इत्युक्ते व्याघ्रनखानि इत्युक्ते तत्र नखम् इत्युक्ते किं नखम् इस् what do you call nails समीचीनं तत्र व्याघ्रनखानि तत्र व्याघ्रनखानि इत्युक्ते तत्र व्याघ्रस्य नखानि इति अस्ति किन्तु तत् साक्षात् व्याघ्रस्य नखं नास्ति खलु न न पुनः तत्र लोहेन किमपि तत्र कृतम् अस्ति तत्र व्याघ्रनखानि व्याघ्रनखानि तीक्ष्णानि व्याघ्रनखानि व्याघ्रनखानि तीक्ष्णानि सन्ति तदेव उक्तं तीक्ष्णानि व्याघ्रनखानि रक्तं शिरस्त्राणं शिरस्त्राणं रक्तम् इत्युक्ते रक्तवर्णः अस्ति रक्तवर्णे इति एव तत्र शिरस्त्राणं रक्तवर्णेन अस्ति इति तत्र अन्यः अर्थः न जानामि यदि अन्य कोऽपि अर्थं न महोदय रक्तम् रक्तवर्णः इति तीक्ष्णं कृपाणं तीक्ष्णमस्ति कृपाणम् अपि तीक्ष्णमस्ति भवानी भक्तः शिवराजः लोहमयकवचं व्याघ्रनखानि नखानि अत एव रक्तशिरस्त्राणं तीक्ष्णकृपाणं च धृत्वा अपजलने मेलितुं प्रस्थितः सो अपजलेन मेलितुं प्रस्थितवान् समीचीनं हा तत्र धृतवान् धृतवान् सः धृतवान् तदनन्तरं सः अपि अपजलेन मेलितुं तत्पश्चात् अपजलेन मेलितुं प्रस्थितः इत्युक्ते प्रस्थितवान् समीचीनं भगिनि हा तत्र आगतं शिवराजं दृष्ट्वा अपजलः प्रसन्नः अभवत् आगतं शिवराजं तत् तदागे विशेषणविशेषम् अस्ति आगतं शिवराजम् आगतं तत्र आगतं शिवराजम् इति पदस्य प्रथमविभक्तिरूपं आगतं प्रथमविभक्तिरूपं किम् अस्ति आगतः शिवराजः हा आगतः शिवराजः आगतः शिवराजः दृष्ट्वा अब्जलः प्रसन्नः भवति अभवत् प्रसन्नः भवति प्रसन्नः इत्युक्ते सन्तुष्टः अस्तु तत्र किमर्थं सः सन्तुष्टः अस्ति सः शिवराजम् अत्र आगतः न सः आगतः इदानीम् अतः तत्र तस्य कार्यं सुलभं भवति इति तत्र सः प्रसन्नः यतोहि तस्य कपटयोजना आसीत् खलु तत्र तस्य तत् इदानीं कर्तुं शक्नोमि इति सः चिन्तयित्वा प्रसन्नः अस्ति स्वस्थानात् सहसा उत्थितः सः इत्युक्ते अफजलः स्वस्थानात् यत्र तिष्ठति तत् स्थानात् आसन्दे तिष्ठवान् इति चिन्तयामः तत्र आसन्दे आसीत् आसन्दे आसीत् चेत् सः आसन्दात् आसन्दात् सहसा उत्थितः सहसा इत्युक्ते इमिडियट्लि झटिति तत्र उत्थितः तत्र उत्थितवान् उत्थितः पुनः उत्थितवान् प्रस्थितवान् उत्थितः सः उत्थितः विशेषणविशेषम् अस्ति सः इत्युक्ते अफजलखानः उत्थितवान् समीचीनं भगिनि धन्यवादः धन्यवादः महोदय धन्यवादः भगिनि हा अस्तु अग्रे वंशीसुधा भगिनी अग्रे पठति वा भगिनि आं महोदय सः उत्थितः तत् अभवत् किल अस्तु एषः शिवराजः अबुधः अस्ति इति चिन्तयन् सः तम् अबुधः अबुधः अबुधः हा अबुधः नैतत्पुरुषः अस्ति तत्र तु समासः अस्ति अबुधः अस्ति इति चिन्तयन् सः तं विविधानि मधुराणि वचनानि उक्तवान् अस्तु अफ्सलखानः चिन्तितवान् तत्र शिवराजः अबुधः इत्युक्ते बुद्धिः नास्ति तस्मिन् बुद्धिमान् नास्ति नो चेत् अस्तु इति चिन्तयन् सः विविधानि सः तु तेभ्यः तेभ्यः मधुराणि वचनानि उक्तवान् तं तेभ्यः न भवति न चतुर्थी विभक्ति तस्मै इति भवति किल महोदय तस्मै उक्तवान् इति एव खलु तम् उक्तवान् द्वितीयविभक्ति एव भवति किम् उक्तवान् तत्र मधुराणि वचनानि उक्तवान् तत्र इदानीं तत्र अबुधः इति अस्ति तत्र तत् स्थापितु तम् इति स्थाने सः अपसरकानः तं शिवराजं किन्तु शिवराजं सः अबुधः अबुधः शिवराजम् अबुधं शिवराजं हा सः अबुधं शिवराजं विविधानि मधुराणि वचनानि उक्तवान् उक्तवान् तत्र किमर्थं चिन्तयन् इति अस्ति शत्रुन्तरूपं तत्र अस्ति इति चिन्तयन् तत्र तु अस्ति इति चिन्तयन् सः हा तत्र तु शत्रन्तमस्ति किन्तु किमर्थं किमर्थम् इत्युक्ते तत्र तु चिन्तित्वा तत्र उक्तवान् वा न महोदय तत्र तु न न न चिन्तित्वा सः न उक्तवान् सः चिन्तयति तस्मिन्नेव समये वदति तस्मिन् मनसि एतत् चिन्तनम् अस्ति ओ एषः अबुधः एषः अबुधः इति सदा तादृशं चिन्तनं कृत्वा एव सः वदन् अस्ति अतः चिन्तयन् सः वदति समानकाले चिन्तयन् अपि च उक्तवान् समानकाले अतः तत्र एकस्य शत्रन्तरूपम् अस्तु तत्र अबुधः इति शिवराजस्य विशेषणम् अस्ति विविधानि मधुराणि इति वचनस्य विशेषणानि भवन्ति अस्तु धीरः शिवराजः अपि तस्य छलयुक्तवचनानि अवगतवान् सः अपि चतुरः एव अतः शिवराजः अपि तस्य अफ्सलखानस्य छलयुक्तवचनानि सः अपि अवगतवान् इदानीं तत्र तस्य इत्युक्ते अफजलखानस्य इदानीं तत्र उक्तवान् तत्र अफजलखानस्य तत्र पूर्वस्मिन् वाक्ये तत्र चिन्तयन् इति अस्ति चिन्तयन् कः चिन्तयन् अफजलखानः अपि उक्तवान् अपि अतः उक्तवान् अपि विशेषणं चिन्तयन् अपि अफजलखानस्य विशेषणं इदानीं तत्र धीरः शिवराजः अपि तस्य इदानीम् अफजलखानस्य किन्तु इदानीं तत्र विशेषणं नियोजयामः चेत् किं भवति कस्य महोदय अफजलखानस्य वा अफजलखानस्य अफजलखान कीदृशः इत्युक्ते तत्र चिन्तयन् तत्र अफजलखानस्य इति अस्ति तत्र तु षष्टि अपेक्षितं किल महोदय अतः चिन्तयन् इति पदस्य चिन्तितः चिन्तयत् इति खलु तत्र पठन् पठत् इति चिन्तयतः इति भवति समीचीनं चिन्तयतः तावदेव खलु तत्र उक्तवतः अफजलखानस्य उक्तवान् इति पुनः तत्र उक्तवत् इति भवति खलु उक्तवतः अफजलखानस्य छलयुक्तानि वचनानि तावदेव केवलम् अभ्यासार्थं भगिनि तावदेव सः अवगतवान् अतः शिवराज अपि ज्ञातवान् यत् तत्र अफजलखानस्य वचनानि सर्वाणि तत्र चलयुक्तानि अतः तत्र किमपि सत्यं नास्ति अतः विश्वासं विश्वासनीय विश्वासनीयानि वचनानि न सन्ति इति अवगतवान्. अग्रे भगिनि. अपजलः समक्षं स्थितं शिवराजम् आलिङ्गितुं दीर्घौ हस्तौ प्रसारितवान्. अस्तु, अपजलः समक्षं स्थितं शिवराजम्. अस्तु, अत्र तु अपजलः इति षष्ठी विभक्ति न भवति महोदय? अपजलः समक्षम् इति भवति वा? अपजलस्य समक्षं न तत्र तत्र इदानीं तत्र अपजलः किं कृतवान्? प्रसारितवान् खलु. हा, तत्र तु दीर्घौ हस्तौ प्रसारितवान्, आलिङ्गितुं प्रसारितवान्. इदानीं किं कर्तुं प्रसारितवान्? तत्र शिवराजं तस्य समक्षं यः शिवराजं तुमुन्निति अस्ति तत्र आलिङ्गितुं कम् आलिङ्गितुं शिवराजं आलिङ्गितुं. अतः तत्र शिवराजम् इत्युक्ते समक्षं तस्य समक्षं स्थितं शिवराजम् आलिङ्गितुं. समक्षं स्थितः शिवराजः. अक्षरं स्थितं स्थितः शिवराजः अस्ति. हा, परन्तु स्थितं स्थितः भवति. स्थितः शिवराजम् इति स्थितः शिवराजम् आलिङ्गितुं. क्षम्यता महोदय, स्थितम् इति भवति न द्वितीयविभक्ति भवति स्थितः. सत्यं न सत्यं भगिनि. तत्र कः अस्ति? शिवराजः अस्ति. कीदृशः शिवराजः? स्थितः शिवराजः. हा, सत्यं स्थितः शिवराजः. तत्र कुत्र अस्ति एषः शिवराजः? समक्षः समक्षः अस्ति इत्युक्ते तत्र अथवा अत्र तु समक्षम् इति तत्र अव्ययमस्ति. अतः तत्र केवलं तत्र विशेषणं किम् अस्ति? स्थितः शिवराजः. तम् इदानीं तत्र द्वितीयविभक्तिरूपं स्वीकुर्मः यतोहि तत्र आलिङ्गितुम् इति. कम् आलिङ्गितुं? तत्र स्थितः समक्षं स्थितः शिवराजः अस्ति. तं शिवराजम् आलिङ्गितुम्, अतः तत्र समक्षं स्थितं शिवराजम् आलिङ्गितुं प्रसारितवान्. अतः तत्र आलिङ्गितुम् इति पदस्य कर्मपदं किम् अस्ति? कर्मपदं स्थितम् आलिङ्गितुम् इति तत्र क्रिया अस्ति आलिङ्गितुं. सत्यं सत्यं, तत्र शिवराजम् आलिङ्गितुं महोदय इति तत्र स्थितं शिवराजं. समीचीनं भगिनि, स्थितं शिवराजम् आलिङ्गितुम् इति. अतः तत्र स्थितं शिवराजम् इति कर्मपदं, तत्र आलिङ्गितुम् इति क्रियायाः अपि तत्र प्रसारितवान् इति तत्र अफजलः तस्य तेन सह अन्वयः भवति महोदय. अफजलः प्रसारितवान्. हा, इदानीं तत्र कर्मपदं किम् अस्ति? प्रसारितवान् इति क्रियायाः कर्मपदं किम् अस्ति? प्रसारित दीर्घौ हस्तौ प्रसारितवान्. समीचीनं भगिनि, तावदेव. अतः तत्र आलिङ्गितुम् इति तत्र कर्मपदम् अस्ति, प्रसारितवान् इति अपि तस्य कर्मपदम् अस्ति. तत्र समक्षम् इति तत्र अव्ययमस्ति, अतः तत्र विशेषणं वा अथवा तत्र किमपि न भवति, न वक्तुं शक्नुमः. तावदेव, समीचीनं. तत्र तस्य समक्षं पुरतः अस्ति. समीचीनं. तत्र महोदय एकः प्रश्नः, तत्र यदि समक्षम् इति उपयोगं कुर्मः, तस्य समक्षम् इति वदामः न महोदय, तत्र किञ्चित् अत्र तु सम्यक् अस्ति किन्तु तत्र सः समक्षम् अस्ति इति तावदेव. न अत्र तु सम्यक् अस्ति, परन्तु यदि वाक्ये वयं लिखामः, यदि वयं मम विवक्षा अस्ति अहं तस्य समक्षं गच्छामि इति, तत्र गमनक्रिया अस्ति, किन्तु एषः तत्र अस्ति, तत्र समक्षः अस्ति. ओ अस्तु अस्तु अस्तु. अतः तत्र समक्षं गतवान् इति तादृशप्रयोगं, तस्य समक्षं गतवान् इति तादृशप्रयोगं भवति इति मन्ये, किन्तु एषः समक्षः अस्ति तत्र. सत्यमेव, तत्र तस्य समक्षः इति वक्तुं शक्नुमः, किन्तु इदानीं तत्र किं वदामः, अत्र एषः समक्षः यः अस्ति शिवराजः, तम् आलिङ्गितुम् एतत् सर्वं तत्र हस्तं प्रसारितवान्. सत्यं सत्यं. अपजलः स्थूलः उन्नतः च अस्तु, तस्य विशेषणमस्ति स्थूलः उन्नतः च अपजलः. राक्षसदेहस्य अपजलस्य पुरतः शिवराजः वामनः दृश्यते स्म. अस्तु, अप्सलकान् तस्य स्थूलशरीरः अस्ति, अपि च राक्षसदेहमस्ति, राक्षसदेहमस्ति, सः उन्नतः अपि अस्ति. तत्र शिवराजः अपि प्रायशः उन्नतः एव, किन्तु उन्नतः वामनः दृश्यते, शिवराजः वामनः दृश्यते, वामनः इव दृश्यते अपजलस्य पुरतः. अपजलः कीदृशः? तत्र राक्षसदेहस्य अपजलः, अपजल तत्र राक्षसदेहः अपजलः इति. तत्र यस्य देहः राक्षसदेह इव अस्ति सः राक्षसदेहः इति. तत्व्र पुनः बहुव्रीहिसमासः इति मन्ये, यतो हि तत्र देहः इति नास्ति, राक्षसः अपि नास्ति. यस्य देहः राक्षस इव अस्ति, राक्षसदेह इव अस्ति सः राक्षसदेहः, सः अपजलकानः. अतः तत्र विशेषणं राक्षसदेह इति विशेषणम् अपजल इति पदस्य. अपि च पुरतः इत्यस्मिन् पूर्वं षष्टिविभक्ति अपेक्षितः. समीचीनं भगिनि, अप्सः अपजलस्य पुरतः इति भवति. समीचीनं भगिनि, तत्र शिवराजः, शिवराजः वामनः दृश्यते स्म. अस्तु, इदानीं तत्र दृश्यते इति क्रियापदं, तत्र कर्तृपदं किम् अस्ति, कर्मपदं किम् अस्ति? अस्तु, वदामि महोदय. पुरशिवराजः तत्र सः दृश्यते स्म इति भवति, शिवराजः दृश्यते स्म इति कर्तृपदं शिवराजः अस्ति महोदय. शिवराजः दृश्यते स्म. कर्मपदं तु नास्ति, कर्मपदं नास्ति न महोदय, कर्मपदं तु अकर्मकः वा महोदय? न न न, अकर्मकः नास्ति, किन्तु कर्मपदं नास्ति, कर्मपदम् अत्र नास्ति. शिवराजः वामनः दृश्यते स्म, अस्तु, तावदेव. अस्तु, तस्य पुरतः दृश्यते स्म. अस्तु, तत्र अग्रे, तत्र घोरमुखः खानः सुदर्शनं शिवराजं झटिति आलिङ्गितवान्. घोरमुखः, घोरमुखः इत्युक्ते किं महोदय? तत्र तस्य दर्शनं, तत्र तस्य सुन्दरः नास्ति इति, अतः घोरमुखः इति. घोरमुखः खानः सुदर्शनं, सुदर्शनं शिवराजम्. अस्तु, सुदर्शनं शिवराजं, सुदर्शनः इत्युक्ते दर्शनं कर्तुम् इच्छामः सः सुदर्शनः, किन्तु तत्र घोरमुखः अस्ति चेत् तत्र दर्शनं कर्तुं न इच्छामः, तावदेव. तत्र क्रियापदमस्ति आलिङ्गतवान्. कः आलिङ्गतवान् इत्युक्ते घोरमुखः खानः आलिङ्गतवान्. कम् आलिङ्गतवान् इत्युक्ते सुदर्शनं शिवराजम् आलिङ्गतवान् कर्मपदमस्ति. समीचीनं भगिनि, धन्यवादः. अस्तु, धन्यवादः भगिनि, धन्यवादः महोदय. एकः प्रश्नमस्ति, आलिङ्गितवान् तत् पदं क्रियापदं नास्ति महोदय, क्रियापदम् एव अस्ति प्रकरणं तु क्रियापदं नास्ति न? तत्र तवतु अस्ति खलु भगिनि, तवतु अस्ति, क्रियारूपेण कार्यं करोति, क्रियारूपेण या, बट् इट्स् नाट् अ क्रियापदं, साक्षात् क्रियापदं नास्ति, नास्ति आलिङ्गितवान्. तत्र किं किं क्रियापदं स्थापितुं शक्नुमः तत्र? आलिङ्गनं कृतवान् नो चेत् आलिङ्गितवान् स्म, आलिङ्गितवान् न न स्म न न न स्म न आलिङ्गत आलिङ्गितवान् आलिङ्गनं कृतवान् इति वक्तुं शक्यते. अतः तत्र आलिङ्गितवान् साक्षात् क्रियापदम् इच्छामश्चेत् अस्ति आसीत् अथवा आसीत् आसीत् अस्तु अग्रे महोदय. एकः प्रश्नः, तत्र शिवराजः वामनः दृश्यते स्म, दृश्यते इति कर्मणि रूपं कर्मणि रूपमेव दृश्यते, परन्तु तत्तु कर्मणि प्रयोगः नास्ति तत्र, दृश्यते तत्र, दृश्यते इति कर्मणि इति आवश्यकता नास्ति तत्र. जनाः तत्र कार्यालयस्य बहिः जनाः दृश्यन्ते, तत् कर्मणि नास्ति. परन्तु क्रियापदं धातुः तु दृश्यपश्य एव अस्ति. तत्र तत्र एतत् प्रायशः आत्मनेपदीरूपम् अस्ति, दृश्य धातोः दृश्यते. कर्मणि एव अस्ति, कर्मणि एव प्रष्टुं किञ्चित् भिन्न अर्थेन उपयोगं भवति इति अहं चिन्तयामि. वामनः दृश्यते, अत्र तु कर्तरिप्रयोग दृश्यते इति तत्र आत्मनेपदी एव अस्ति महोदय. तत्र कर्मणि रूपं दृश्यते इति सत्यं, किन्तु तत्र तत्र जनैः अथवा कैः अपि न, केवलं तत्र न अहम् एतत् बहुवारं दृष्टवान् अस्मि, तत्र जनाः इति तत्र दृश्यन्ते. क्षम्यतां, तत्र दृष्टातु भवादिगणे परस्मैपति एव अस्ति, आत्मनेपदी न सः एव प्रश्नः अस्ति भगिनि. दृश्यधातु तु परस्मैपदी अस्ति, परन्तु अत्र रूपं तु आत्मनेपदी अस्ति, परन्तु एतत् प्रयोगः तु कर्तरिप्रयोगः एव अस्ति. कर्मणि प्रयोगः दृश्यते इत्युक्ते दृश्यते इत्यस्य अर्थः भिन्नः भवति. शिवराजः वामनः दृश्यते, लैक् आम्रफलं सुन्दरं दृश्यते. अहम् आम्रफलं पश्यामि, मया आम्रफलं दृश्यते, आम्रफलं सुन्दरं दृश्यते, बट् दीस् टु हेव् डिफ्रेण्ट् मीनिङ्ग्स्. सो कैण्ड् आफ् भगिनी, परन्तु तत्र तु शिवराजः दृश्यते स्म इति तत्र तु कर्मपदं भवति न, तत्र तु कर्तृपदं नास्ति. शिवराजः वामनः दृश्यते, तत्र तु कर्मणि प्रयोगे भवितुम् अर्हति न? कर्मणि प्रयोगः शिवराजः वामनः दृश्यते, शिवराजः दृश्यते, ते तत्र तु कर्तृपदं नास्ति, तत्र वाक्ये कर्तृ केवलं कर्मपदमेव अस्ति, तत्र तेन सह अन्वयः भवति न भगिनि? सत्यमेव, तत्र सत्यं सत्यम् अस्तु अस्तु दृश्यते. आम्र फलं दृश्यते इति वक्तुं शक्यामि, फलं दृश्यते इत्युक्ते फलमपि कर्मपदं भवति, तत्र कर्तुम् अपेक्षितं. परन्तु अत्र विशेषणं कर्मपदं न भवति, तत्र फलं दृश्यते इत्युक्ते तत्र फलम् इति कर्तृपदमेव भवति, कर्मपदं न भवति. यतोहि अत्र तत्र भाम तत्र शिवराजः दृश्यते इति एव अस्ति, शिवराजः दृश्यते कर्तृपदमेव, शिवराजः कर्तृपदमेव. तत्र तत्र वयं शिवराजं पश्यामः इति नास्ति, तत्र शिवराजः दृश्यते इति अस्ति. शिवराजः वामनः दृश्यते, वामनः तस्य विशेषणमस्ति, शिवराजः वामनः दृश्यते, लैक् फलं सुन्दरं दृश्यते, पुष्पं सुन्दरं दृश्यते, परन्तु तत्र किन्तु मम मनसि तत्र प्रायः क्लेशः आसीत् तत्र अहं किञ्चित् भिन्नः तत्र केवलं तत्र तत्र भगिनी नास्ति खलु, तत्र यदि तत्र अहम् इति अस्ति चेत् तत्र अहं फलं पश्यामि, मया फलं दृश्यते, तत्र तु मया इति तृतीया, अतः तत्र कर्तृपदम् अस्ति. अत्र अत्र तु कर्तृपदं तत्र तृतीया किमपि नास्ति. सत्यं सत्यं भगिनि, तत्र सत्यमेव, तत्र कर्मणि प्रयोगः एव तत्र दृश्यते इति सत्यं. परन्तु भवान् यदि कर्तृपदम् इति उक्तवान्, तत्र कर्तृपदं तृतीया विभक्ति अपेक्षितः यदि कर्मणि प्रयोगः. शिवराजः वामनः इति कर्मपदमेव भवितुम् अर्हति, प्रथमविभक्तौ अस्ति, यदि सः तत्र सत्यं भगिनि सत्यं कर्मणि रूपे कर्मपदस्य प्रथमविभक्ति सत्यम्. आम् आम् सत्यं, तत्र कर्ता नास्ति, तदेव अस्ति. सत्यं सत्यं सत्यं, धन्यवादः. अस्तु, धन्यवादः शुभदा भगिनी, धन्यवादः. अस्तु अपि अग्रे तत्र श्रीप्रिया भगिनी अग्रे पठति वा भगिनी? घोरमुखः खानः तत् समाप्तं खलु शिवराजस्य शिरः अपजलस्य विशालम् उरः अस्पृशत् कथं केवलं विशेषणविशेषं विशेषणमस्ति तत्र अस्पृशत् इति अस्ति तत्र क्रियापदं कर्तृपदं किम् अस्ति अस्पृशत् इति क्रियापदं कर्तृपदं किम् अस्ति वक्षस्थलं न न उरः शिरः अस्पृशत् वा शिरः अस्पृशत् समीचीनं शिरः अस्पृशत् शिरः इति सकारान्तपदं शिरस् इति शिरः शिरस् इति पुनः तत्र कर्मपदं किम् अस्ति किम् अस्पृशत् विशालम् अपि नपुंसकलिङ्गपदं समीचीनं विशालम् इति तत्र दृष्ट्वा तत्र जानीमः तत्र तत्र पुरः पुनः तत्र शिरस् इव सकारान्तपदम् एव इति अतः कर्मपदम् अस्ति उरः एव उरः एव तत्र विशालम् उरः अस्पृशत् यतोहि तत्र शिवराजः वामनः अस्ति तत्र अफजलस्य अपेक्षया अतः तत्र तस्य शिरः केवलं तत्र उरः तावदेव तत्र अस्ति तावत् उन्नतः एव अस्ति तत्र शिवराजः केवलं तस्य अफजलस्य उरः यावत् अस्ति तावदेव तत्र शिवराजस्य औन्नत्यम् अस्ति महोदय उरः इत्युक्ते वक्षस्थलं न महोदय सत्यं भगिनि उरः तत्र सत्यं भगिनि अग्रे भगिनि दुष्टाशयः खानः सपदि शत्रुकर्षणं शत्रुकर्षणं शिवराजं कण्ठे उक्तरूपेण स्थापितया छुरिकया घातयितुं विफलं प्रयत्नं कृतवान् कृतवान् इति क्रियापदस्य कार्यं करोति गृहीत्वा इत्यपि अस्ति प्रथमं ग्रहणस्य कारणं कार्यं भवति अनन्तरं सः घातयितुं प्रयत्नं करोति तत् द्वितीयं कार्यं सत्यं तत्र तत्र गृही ग्रहणं करोति कः गृह्णाति कः अपजलः शिवराजं गृह्णाति हा समीचीनम् इदानीं तत्र कीदृशः अफजल् खानः दुष्टाशयः खानः इति हा समीचीनं तत्र आशयः कीदृशः दुष्ट दुष्ट आशयाः दुष्टाः आशयाः यस्य सः दुष्टाशयः इति तत्र बहुव्रीहिः पुनः तत्र आशयः नास्ति दुष्ट इति आशयस्य विशेषणम् अस्ति तत्र कीदृशः आशयः किन्तु यस्य आशयः दुष्टाः सः दुष्टाशयः स अत्र सः कानः कं गृहीत्वा शिवराजं गृहीत्वा कुत्र गृहीत्वा कण्ठे गृहीत्वा इति तत्र ग्रहणम् अस्ति चेत् देहस्य भागस्य ग्रहणम् अस्ति चेत् तत्र अतः तत्र कण्ठे गृह्णाति किन्तु तत्र कीदृशः शिवराजः शत्रुकर्षणं शिवराजम् इति शत्रुकर्षणः पुनः तत्र शत्रोः कर्षणं करोति इत्युक्ते तत्र शत्रोः आक्रमणं करोति तत्र तेषाम् उपरि जयं सर्वदा प्राप्नोति एषः इति एषः शत्रुकर्षणः शिवराजः जयं प्राप्नोति इति अर्थः महोदय, शत्रुकर्षणम्? शत्रुकर्षणम् इत्युक्ते तत्र तेषां ध्वंसं करोति इति खलु, तत्र कर्षणम् इत्युक्ते तत्र किं कर्षणम्? कर्षणम् इत्युक्ते तत्र पीडयति वा, शत्रून् पीडयति वा, पीडयति, तादृश अर्थः कर्षणम् इति. हा, तत्र तेषां तत्र हानिः करोति, तेषां हानिः करोति अथवा तेषां हननं करोति इति तादृशार्थे. हा, तत्र कर्षणम् इत्युक्ते कृषिकः यत् करोति भूमौ कर्षति तदेव अर्थः किल? सः एकः अर्थः, तत्र अर्थः तत्र किमस्ति, तेषां हानिं करोति इति. किन्तु तत्र कार्यं हानिः करोति इति, तत्र टार्मेण्ट् अथवा टार्मेण्टिङ्ग् एनिमीस् अथवा तेषां हननं करोति इति अर्थे. किन्तु जनाः सन्ति चेत् मनसि पीडा भवति अथवा देहस्य कर्षणं भवति इति अर्थे वा? किं भगिनि? तत्र तदेव समान अस्ति वा तत्र महोदय, धातुः तु समानः इति? समानमेव. तत्र कृषकः कर्षति इति वक्तुं वदामः, कृषकः कर्षति, कर्षति इत्युक्ते कर्षणं करोति इति, कर्षणं करोति इति. किन्तु अत्र प्रयोगे कर्षणम् इत्युक्ते तत्र भूमौ यथा कर्षणं भवति तेन एव भूम्याः प्रायशः समान, तत्र समान इत्युक्ते तत्र मनसि अपि कर्षणं भवितुम् अर्हति किल? तत्र मूर्धन्यशकारः अस्ति, अत्र तु ताळव्यशकारः अस्ति भगिनि. कुत्र कर्षणम् इत्युक्ते तत्र मूर्धन्यश यथा कर्षणम् इत्यस्य अर्थः डिक्शनरी मध्ये इञ्जियरिङ्ग् हर्टिङ्ग् इति दत्तमस्ति. किन्तु किन्तु कृषिकस्य कार्ये अपि कर्षणमेव तत्र, तत्र किमस्ति, तत्र सत्यम्, अतः तत्र भीति तत्र हानिं करोति इति. किन्तु तत्र तत्र कृषकः यः प्रायशः तत्र उपमानम् अस्ति इति वक्तुं प्रायशः शक्नुमः. किन्तु तत्र किमर्थं चेत् आकर्षणम् इति अपि अस्ति, आकर्षणम् अर्थः तु भिन्नः किन्तु तत्रापि कर्षणं भवति इति. तत्र आकर्षणम् इत्युक्ते अट्राक्षन् इति अपि अर्थः भवितुम् अर्हति. सत्यं भगिनि, तदपि अस्ति सत्यं. अतः पृष्टवती महोदय. सत्यं भगिनि, समीचीनमेव. अस्तु, तत्र प्रायशः तत्र सामान्यं किञ्चित् सामान्यम् अस्ति. शिवराजः इति सत्यं. सपदि इत्युक्ते किं महोदय? सपदि तत्र झटिति. ओ अस्तु अस्तु, धन्यवादः. वदतु भगिनि अग्रे. उक्तरूपेण स्थापितया छुरिकया विफलं प्रयत्नं कृतवान्. अत्र कीदृशं प्रयत्नम् इत्युक्ते विफलं प्रयत्नम्. अनन्तरं केन इति, नो चेत् कया इति उपकरणरूपेण अस्ति छुरिका, अतः तृतीया विभक्त्याम् अस्ति. कीदृशी छुरिका इति वदामश्चेत् स्थापिता छुरिका इति भवति. तत्र स्थापितया छुरिकया घातयितुं विफलं प्रयत्नं कृतवन्तः, तस्य प्रयत्नं साफल्यं न आसीत्. इदानीं तत्र छुरिकया इति तृतीया, स्थापितया इति तृतीया, गुप्तरूपेण अपि तृतीया अस्ति. तत्र छुरिकया इति पदस्य विशेषणम् अस्ति वा गुप्तरूपेण? न, यतोहि तत्र गुप्तरूपम् इति तदपि अस्ति तत्रापि तृतीया, किन्तु भाववाचकपदम् अस्ति इति कारणेन गुप्तरूपेण, हा गुप्तरूपेण इति तत्र भावः, अत्र तु माध्यमम् अत्र स्थापितया छुरिकया इति माध्यमं, हा तत्र विफलं घातयितुं विफलं प्रयत्नं कृतवान्, समीचीनं भगिनि. अग्रे शिवराजस्य केवलं कवचं छिन्नं जातम्. हा तत्र वयं पूर्वं पठितवन्तः खलु, तत्र शिवराजस्य कवचं कीदृशं, तत्र शिवराजस्य लोहमयं दृढं कवचम् अतः तत्र केवलं तस्य कवचं छिन्नं जातं. अतः तत्र तस्य शिवराजस्य देहे किमपि तत्र हानिः किमपि न अभवत्, केवलं तस्य कवचस्य तत्र कवचं छिन्नं जातं तावदेव. अग्रे एतदपि कर्मणि भाष्यमेव छिन्नं जातं, तत्र जातम् इत्युक्ते हा तत्र मया पठितं पुस्तकं, तत्र मया पठितं कवचं छिन्नं जातं, हा अपजलकानेन कवचं छिन्नं जातं सत्यं. विद्युत्वेगः शिवराजः अपि स्वकीयेन दीर्घेण कृपाणेन खानस्य उदरं विदारितवान् इति क्रियापदस्य कार्यं करोति. विदारितवान् इत्युक्ते छेदं कृतवान् वा? हा हा सत्यं. स्वकीयेन दीर्घेण तत्तु माध्यमम् अस्ति, अतः तृतीया विभक्त्याम् अस्ति कृपाण इति. स्वकीयेन दीर्घेण कीदृशः कृपाणः, दीर्घः कृपाणः इति भवति. पुनः स्वकीय स्वस्य इति यस्थाने स्वकीयेन इति तृतीया विशेषणरूपेण भवति. तत्र अपि तत्र विद्युत् वेगः स्वकीयेन दीर्घेण कृपाणेन, समीचीनं. खानस्य उदरं विदारितवान्, तत्र खानस्य उदरम् इति कर्मपदं कर्मपदम् अस्ति. कः विदारितवान् इत्युक्ते शिवराजः विदारितवान्. कीदृशः शिवराजः? विद्युद्वेगः, यः यस्य विद्युतिव वेगः अस्ति इति. यस्य वेगः विद्युतिव अस्ति, सः विद्युद्वेगः विद्युद्वेगः शिवराजः. सः शिवराजः कानस्य उदरं विदारितवान् तस्य कृपाणेन. हा तत्र विदारितवान् इत्युक्ते तत्र विभजनं कृतवान्, तत्र भागं भागम् उदरस्य भागं भागं कृतवान् इति विदारितवान्, खण्डं खण्डीकृतवान् इति, तत्र उदरस्य खण्डीकृतवान् इत्युक्ते. अतः अपि विद्युद्वेगः इत्युक्ते तत्र सः तस्य क्षणे एव सः तत्र अनेकानि कार्याणि कर्तुं शक्नोति, अतः तत्र यदि एषः प्रहारं करोति तत्र न दृश्यते एव तत्र सः प्रहारं कृतवान् इति. अतः तत्र विद्युत् इव वेगः, तत्र गमनमेव न दृश्यते, अतः तत्र सः अत्र अस्ति, अग्रिमे क्षणे सः अन्यत्र कुत्रापि अस्ति, अतः तत्र विद्युद्वेगः तस्य अस्ति. सः तादृशः अस्ति, अतः एव सः एतत् कर्तुं शक्तवान्, नो चेत् तत्र कानस्य मारणं सुलभम् अपि नासीत्. अग्रे अपि इतोऽहं वञ्चितोऽहम् इति हतोऽहं वञ्चितोऽहम् इति उच्चैः क्रन्दन् मूर्तिभञ्जकः खानः छिन्नः वृक्षः इव भूमौ पतितः. तत्र हतः अहम् अतः अहं वञ्चितः अहम् इति अहम् अतः अहम् अतः अहम् अतः अहं वञ्चितः इति अफ्जलः वदति अफ्जल् वदति उच्चैः उच्चैः क्रन्दनं कृत्वा हा तत्र क्रन्दन् इति तत्र तस्मिन् एव समये सः भूमौ पतितः अतः तत्र कुर्वन् सः पतितः क्रन्दनं कुर्वन् सः पतितः तत्र कीदृशः सः पतितः तत्र कीदृशः आसीत् वृक्षः इव अस्ति वृक्षः चिह्नः वृक्षः इव चिह्नः वृक्षः हा तत्र साक्षात् विशेषणमस्ति केवलं पतितः कानः पतितः चिह्नः वृक्षः तत्र विशेषणं नास्ति तत्र चिह्नः अस्ति विशेषणं वृक्षः इति पदस्य किन्तु चिह्नः वृक्षः तु तत्र कानः इति पदस्य विशेषणं नास्ति मूर्तिभञ्जकः कानः हा मूर्तिभञ्जकः इत्युक्ते तत्र पुनः तत्र मूर्तीनां तत्र तत्र एषः तु प्रसिद्धः अस्ति खलु तत्र मन्दिरं गत्वा तत्र मूर्तेः भञ्जनं कुर्वन्ति इति तत्र मूर्तयः आसन् खलु तत्र पुराणेषु मन्दिरेषु किन्तु इदानीं तत्र तत्र मन्दिराणि अपि इदानीं न सन्ति किन्तु यदि तत्र अन्वेषणं कृत्वा तत्र कर्षणं कृत्वा तत्र अस्तु अत्र मन्दिरम् अस्ति इति यदि जनाः पश्यन्ति किन्तु तत्र मूर्तिः न भवति यतोहि तत्र मूर्तेः भञ्जनमपि कृतं तत्र अतः तत्र मूर्तिभञ्जकः कानः इति नाशनम् इति स्वीकर्तुं शक्यते मूर्तिनाशकः मूर्तिनाशकः इति मूर्तिभञ्जकः तत्र शिलाभञ्जकः अथवा तत्र तादृश तत्र मूर्तिभञ्जकः कानः अधः पतितः पतितः वृषं पीडितः गतप्रभः सः क्षणार्धेन मृतः झटिति एव सः मरणं प्राप्तवान् मृतः इति अस्ति सः क्षणार्धेन एव सः मरणं प्राप्तवान् गतप्रभः इत्युक्ते तत्र प्रभः इति तत्र तस्य चैतन्यं गतः चैतन्यं गतम् इति अतः तत्र गतप्रभः इत्युक्ते पुनः तत्र तस्य प्राणाः अपगच्छन्ति इति अपि सः पीडितः शिवराजेन पीडितः वृषं पीडितः अस्ति सः सः तादृशः सः पीडितः कानः गतप्रभः अपि सः क्षणार्थेन एव पीडितः गतप्रभः इत्युक्ते प्रथमं तस्य पीडनम् अभवत् न केवलं तत्र विशेषणद्वयम् अस्ति तत्र पीडितः अस्ति इत्युक्ते तत्र सः शिवराजः तस्य उदरं विदारितवान् अस्ति खलु अतः तत्र तस्य कानस्य उदरस्य अनेकानि खण्डानि अथवा अनेकाः खण्डाः सन्ति इति कृत्वा सः बहु पीडितः प्रायशः आसीत् अतः वृषं पीडितः कानः अपि गतप्रभः इत्युक्ते तत्र मरणम् इति तत्र तत्र प्रायशः तत्र सोपान अनेकानि सोपानानि सन्ति इति चिन्तनमस्ति तत्र खलु तत्र प्रथमतया तत्र चैतन्यम् अपगच्छति तदनन्तरमेव मरणं भवति इति गतप्रभः इत्युक्ते तत्र तत्र सः तस्य देहस्य किमपि तत्र अवयवाः तत्र तेषां चलनं न भवति किन्तु तत्र गतप्रभः तत्र वयं चिन्तितुं शक्नुमः, तत्र चलनचित्रे दृश्यामः खलु, तादृशस्थितिः तत्र गतप्रभः, तदनन्तरं क्षणार्धेना एव मृतः एव तावदेव. अबुद्धिः हा, तत्र चैतन्यं, चैतन्यम् अपगतम् इति. चिरप्रवृद्धं पापं शान्तम् अभवत्. हा, तत्र चिरप्रवृद्धम् इत्युक्ते बहुकालात् यत् एतत् पापम् आसीत् इत्युक्ते दुष्टः, एषः दुष्टः बहुकालात् आसीत् सः इदानीं शान्तम्, इदानीं शान्तम् इति तत्र सत्यं भगिनि. हा, चिरप्रवृद्धं पापं तत्र एषः आसीत् इति तत्र, अतः तस्य जीवनं तत्र पापं जीवनम् इति, अतः तत्र केवलं तत्र एकवारं सः तत्र अधर्मकार्यं कृतवान् इति न, तत्र बहुकालात् सः अधर्मकार्याणि कुर्वन् आसीत्, अतः तत्र चिरप्रवृद्धं पापं तत्र तस्य शान्तिः अभवत् अथवा शान्तम् वर्धमानं, प्रतिदिनं वर्धमानं पापम् इदानीं नास्ति इति. हा सत्यं भगिनि, हा सत्यं सत्यं, हा सत्यं, हा तादृशार्थे तत्र प्रवृद्धम् इति, तत्र चिरप्रवृद्धं, हा तत्र बहुकालात् तस्य कृतं पापम् इदानीं तत्र तस्य शान्तिः, तत्र तत् शान्तम् अभवत्. समीचीनम् क्षणार्थेन इति अर्थः किं महोदय? क्षणार्थेन तत्र झटिति इति क्षणमपि न इति अव्ययं वा किमपि पुल्लिङ्गशब्दः वा क्षणार्थः शब्दः क्षणार्थः इति समासः अस्ति वा तत्र क्षणार्थः इति प्रायशः तत्र हा प्रायशः तत्पुरुषे एव भवति इति मन्ये, तत्र एकं क्षणमपि नास्ति, तत्र क्षणात् न्यूनं, तत्र झटिति इति अर्थे तत्र इदानीं क्षणार्थम् इत्युक्ते भगिनि तत्र हा तत्र इदानीं सः आगच्छति, तदनन्तरं क्षणस्य अनन्तरं तत्र किमपि भवति तत्र, किन्तु तयो तत्र घटनाद्वयमस्ति, किन्तु तयोः मध्ये एकं क्षणम् अस्ति, किन्तु अत्र किं तत्र सः पतितः तदनन्तरमेव, तत्र पतितः तदनन्तरं क्षणमपि न अभवत् सः मृतः इति. अर्धक्षण इति अर्थे अस्ति महोदय, अर्धक्षण इति साक्षात् अर्थः अस्ति, किन्तु नाम तत्र क्षणमपि नास्ति इति एव. अर्धक्षणम् इत्युक्ते क्षणमपि क्षणस्य आवश्यकता अपि तत्र नासीत्, सः झटिति मृतः इति अर्थे. किन्तु पदस्य साक्षात् अर्थः अर्धक्षणः इति, किन्तु तत्र यदि तत्र तत्र अनेकेषु स्थलेषु वयं पश्यामः तत्र न सहस्रम् इति बहुत्र लिखितमस्ति, तत्र सहस्रम् इति साक्षात् सहस्रम् इति नास्ति, तत्र अनेकम् इति अर्थे अपि भवति खलु, तत्र सहस्रम् इत्युक्ते तत्र गणितरूपेण अस्तु तत्र सहस्रमेव अस्ति, सहस्र एकाधिकसहस्रं नास्ति इति अर्थः नास्ति खलु सर्वत्र न, किन्तु कुत्रचित् तादृशः अर्थः अपि भवति. अत्र किमस्ति तत्र क्षणार्धेन इत्युक्ते तत्र क्षणमपि न जातं, तस्य मरणम् अभवत् इति पतितः. तृतीया किमर्थं महोदय तत्र क्षणार्धेन मृतः इत्युक्ते पुनः तत्र मृतः तत्र मया पठितः तादृश तत्र गच्छता कालेन एतद् भवति तत्र क्षणार्धेन मृतः तत्र अस्तु. क्षणार्थेन मृतः महोदय. घातयितुम् इत्युक्ते धातुः किं महोदय? घातयितुम् इत्यस्य धातुः मूलधातुः किं किं भवति? घातयितुं तत्र घातयितुं कुत्र आसीत्? तत्र अस्ति अत्र घातयितुं घातयति इति प्रायशः अस्ति खलु तत्र घातयति घातयति प्रायशः महोदय अस्ति इति मन् निजन्तरूपमस्ति घातयति अष्टाध्यायी डाट् काम् मध्ये अस्ति. हा इदानीम् अहं दृष्टवान् तत्र इदानीम् अष्टाध्यायी डाट् काम् मध्ये तत्र अनेकानि रूपाणि इदानीं द्रष्टुं शक्नुमः. बहु समीचीनमस्ति तत्र निलेश बोडस् निजन्त अपि च यक् इति आत्मने कर्मणि कर्मणि प्रयोगे बहु उपयोगकरं मम कृते अस्ति तत्र उपसर्गाः सर्वेषां कृते महोदय उत्तम उपायः सत्यं भगिनि तत्र नीलेश बोधस् यदि कोऽपि तं पश्यति तत्र सर्वेषां कृते तत्र धन्यवादः बहु उपयोगी अस्ति. सत्यं सत्यं महोदय. तत्र अन्यत् प्रश्नः अपि अस्ति महोदय. तत्र वृषम् इति अव्ययपदमपि अस्ति अपि च तत्र विशेषणमपि भवितुम् अर्हति. अत्र कीदृशपदमस्ति महोदय? अत्र प्रायः अव्ययम् इति वृषं पीडितः बहु पीडितः इति. हा वृषम् इति बहु इति जानामि परन्तु अत्र कीदृशपदः पदम्? अत्र तु अव्ययम् इति मन्ये भगिनि. अव्ययम् यदि यतोहि तत्र पीडितः इति पदस्य विशेषणं नास्ति तत्र वृषम्. यदि विशेषरूपेण लिखामः तत्र किं भवति? वृषः इति प्रायशः भवति. वृषः भवति वा? मन्ये वृषः इति मन्ये भगिनि. तत्र परन्तु सः वृषः पीडितः इति अस्तु वृषः तत्र किन्तु वृषम् इति एव विशेषरूपेण अपि अस्ति अतः तस्य उपयोगं कथं कुर्मः इति मम प्रश्नः. यदि वाक्ये लिखामः तत्र बहु इति यथा भवति तत्र तत्र अस्तु इदानीं तत्र प्रयोगः मनसि नागच्छति. तत्र नपुंसकलिङ्गे अपि अस्ति महोदय वृषम् वृषयति इति अस्ति. वृषयति तत् क्रियापदं क्रियापदं वृषयति. आम् आम् आम् किं पृष्टवती भगिनि? अहं पृष्टवती वृषमिति अव्ययपदमपि अस्ति अपि च विशेषणरूपेण अपि अस्ति. अत्र कीदृशपदमस्ति इति मम प्रश्नः जातः. तत्र तु भवान् महोदय उक्तवान् अव्ययपदमस्ति परन्तु यदि विशेषरूपेण लिखामः विशेषणरूपेण लिखामः तदा किं परिवर्तनं भवति इति मम प्रश्नः. तत्र विशेषणं भवितुम् अर्हति. शब्दसागरस्य विशेषणं शम् इन्डिक्लैनबल् वृषम् इति दत्तम् अण्ड् शः शा शं मच् एक्सीडिङ्ग् अर्थं तत् अस्ति कृतन्तपदं कृत् टपदं टपदम् इक्त टप्रत्यय टप्रत्यय वृषः वृषा वृषम् वृषः वृषा वृषम् अस्तु भगिनि अस्तु. तदा विशेषणरूपं तादृशम् अस्ति. धन्यवादः भगिनि. वृष्टातु अस्तु तर्हि अन्यप्रश्नः अस्तु तर्हि अत्र अन्यत् किमपि अस्ति वा तत्र? अस्तु इदानीं तत्र विशेषणविशेष्यभावः दृष्टवन्तः. इदानीम् अग्रे पश्यामः तत्र तत्र किं भया तत्र अग्रे तत्र अवधेयम् अस्ति अपि तत्र बहु किमपि अस्ति अस्मिन्नेव पुटे. अस्तु, एतदपि पठामः, समीचीनमेव अस्ति. अतः तत्र नरेश् महोदय तत्र अग्रे पठति वा तत्र. किं तत्र श्लोकं श्लोकं पठित्वा तदनन्तरम् अग्रे अपि पठामः. नैकदुर्गविजेत विजेतारं धर्मकण्टकनाशकं वन्देऽहं शिवराजं तं खानोदरविदारकम्. अत्र तु नैकदुर्गविजेतारं दुर्गविजेतारं तु अस्ति नैक न जानामि इत्युक्ते न एक केवलम् एकदुर्गस्य विजेता नास्ति किन्तु एषः विजेता विजेतारम् इति अस्ति. विजेतारम् इति विभक्ति द्वितीया, प्रथमविभक्ति किं भवति? विजेतार विजेता. हा विजेता ऋकारन्तपदं विजेतृ इति, अतः विजेता इति प्रथमविभक्तौ, विजेतारम् इति द्वितीयविभक्तौ. न एक दुर्गविजेतारम् इत्युक्ते केवलम् एकदुर्गस्य विजेता नास्ति एषः, अनेक तत्र नैक इत्युक्ते अनेक दुर्ग विजेतारम् विजेता धर्मकण्टकनाशकं. धर्मकण्टक तत्र ये धर्मस्य धर्मस्य कण्टकान् तत्र कण्टकानि अथवा कण्टकाः भवन्ति. कण्टकाः भवन्ति इत्युक्ते तत्र कण्टकः इत्युक्ते कः? कण्टक धर्मस्य कण्टकः सन्ति, तस्य नाशनं करोति. कण्टकः कण्टकः इत्युक्ते तत्र कण्टकः इत्युक्ते तत्र किं पुष्पाणि? सत्यं सत्यं, तत् कण्टकम् अस्ति. तत्र पुष्पस्य वृक्षे कण्टकाः अथवा कण्टकानि सन्ति. तत्र धर्मे धर्मे अपि तत्र कण्टकाः ये सन्ति तेषां नाशनं करोति, अतः एषः धर्मकण्टकनाशकः नाशकः अस्ति. तं नाशकं धर्मकण्टकनाशकं वन्दे अहम् अहं वन्दे. अतः तत्र कर्मपदम् अहं वन्दे, कं वन्दे, वन्दे धर्मकण्टकनाशकं वन्दे. एषः कः? एतं शिवराजं शिवराजं तः खान उदरं विदारकम् अस्ति. विदारितवान् इति कृत्वा विदारकः अस्ति सः. विदारकः तस्य विभजनं कृतवान्, उदरस्य विभजनं कृतवान् इति कृत्वा तत्र कानोदरविधारकः. इदानीं तत्र प्रथमविभक्तो वदामश्चेत् तत्र शिवराजः कीदृशः? सः शिवराजः नैकविजेता विदारकः, कानोदरविदारकः अपि धर्मकण्टक नाशकः नाशकः. तादृशः शिवराजः यः अस्ति तम् अहं वन्दे. तम् अहं वन्दे. समीचीनं महोदय. अग्रे अग्रे अग्रे पठत अवगच्छत च सुन्दरः कृष्णः उन्नतम् आसनं मुग्धा बालिका विशेषणम्. तत्र सुन्दरः कृष्णः उन्नतम् आसनं मुक्ता बालिका इति. समीचीनं महोदय. अस्तु, इदानीं तत्र ललिताभगिनी अग्रे पठति वा पठित्वा वदति वा किमस्ति इति. अत्र सुन्दरत्वम् उन्नत्वम् उन्नतत्वं मृगदत्वं च विशेषताः सन्ति. मुग्धत्वं मुग्धत्वं च विशेषताः सन्ति. विशेषतां यत् पदं सूचयति तत् विशेषणं. सुन्दरः उन्नतं मुग्धा इत्येतानि विशेषणानि यस्य विशेषता उच्यते तत् पदं विशेष्यं कृष्णः आसनं बालिका इत्येतानि विशेष्यानि अत्र तत्र समीचीनमस्ति खलु भगिनि तत्र बुद्धं खलु तत्र सुन्दर सुन्दर उन्नतं मुग्धा विशेषणम् अस्ति कृष्णः आसनं बालिका विशेष्य विशेष्याः विशेष्यम् अस्ति विशेष्यानि अतः तत्र विशेष्यम् अस्ति तत्र यत् विशेष्यतां सूचयति तदस्ति विशेषणं यस्य विशेष्यता उच्यते तद् विशेष्यं तत् विशेषणं विशेष्यं न न यत् यस्य विशेष्यता उच्यते तद् अस्ति विशेष्यं किन्तु यत् विशेष्यतां सूचयति तद् विशेषणं तत्र विशेष्यता किम् अस्ति तत्र उन्नतम् आसनम् इति तत्र विशेषता किम् अस्ति औन्नत्यम् इति विशेषता अस्ति अथवा उन्नता इति विशेषता अस्ति मुग्धता इति विशेषता अस्ति सुन्दरता इति विशेषता अस्ति अतः तत्र सुन्दर इति विशेषणं ये तत्र सुन्दरः इति कस्य विषये उक्तमस्ति तत्र कृष्णः इति विषये उक्तमस्ति अतः कृष्णः विशेष्यं भवति समीचीनं भगिनि हा धन्यवादः अस्तु इदानीम् अग्रे तत्र उषा भगिनी तत्र अधोभागे तत्र एकः गतप्रभः महोदय गतप्रभः इत्युक्ते किम् तत्र तस्य चैतन्यं स्पोकन् सान्स्क्रिट् मध्ये लास्ट् मार्निङ्ग् इति लिखति किमस्ति इन् स्पोकन् सान्स्क्रिट् लास्ट् मार्निङ्ग् गतप्रभा लास्ट् मार्निङ्ग् लास्ट् मार्निङ्ग् इस् हि डिड् नाट् से अनदर् मार्निङ्ग् न न न तत् हा न न तत् मार्निङ्ग् कथं भवति तत्र अत्र न नाम न समस्तपदं भवति अर्हति न गतप्रभाते इति अस्ति गतप्रभाते इत्युक्ते लास्ट् मार्निङ्ग् गतप्रभाते बट् दिस् गतप्रभ इस् डिफ्रेण्ट् स्पोकन् संस्कृत मध्ये गतप्रभ लास्ट् मार्निङ्ग् इति गतप्रभाते इति अस्ति स्पोकन् परन्तु तत् बहुव्रीः अपि भवितुम् अर्हति न यस्मिन् प्रभः इति चिन्तयामि अतः तत्र गतः प्रभः इति भिन्नः इति मम चिन्तनम् अस्ति किन्तु गता प्रभा यस्मात् सः अत्र अत्र मीनिङ्ग् अर्थः भवितुम् अर्हति इति चिन्तयामि अस्तु तत्र अग्रे उषा भगिनी विशेषणम् अपि च विशेष्यं दत्तमस्ति विशालं विशेषणं सैन्यं विशेष्यम् अस्ति विशालं सैन्यं सैन्यं कीदृशं विशालं महती अक्षौहिणी महती विशेषणम् अक्षौहिणी विशेष्यम् अस्ति तीक्ष्णः शरः ईदृशः शरः तीक्ष्णः शरः तीक्ष्णः विशेषणं शरः विशेष्यं वीरः क्षत्रियः विशेषणं वीरः क्षत्रियः विशेष्यं गहनं वनं विशेषणं विशेष्यं वनं अजः आत्मा अजः विशेषणम् आत्मा विशेष्यम् अस्ति तत्र अजः इति लिङ्गं किम् अजः पुंलिङ्गं महोदय आत्मा आत्मा नपुंसकलिङ्गम् आत्मा आत्मन् शब्दनं महोदय हा सत्यं किन्तु तत्र विशेषणं विशेषम् अस्ति चेत् तत्र लिङ्गं किं लिङ्गं समानं खलु समानम् अतः तत्र अजः इति पुल्लिङ्गे अस्ति चेत् पुल्लिङ्गे एव अस्ति. हा आत्मन् इति नकारान्तपुल्लिङ्गपदं खलु. आत्मा आत्मानौ आत्मानः इति हा पुल्लिङ्गे अस्ति. समीचीनं भगिनि. हा अस्तु तत्र अतः तत्र विशेषभावः अत्र दृष्टवन्तः. तत्र विशेषणस्य यत् यत् लिङ्गं तदेव लिङ्गं तत्र विशेष्यस्य अपि इति. समीचीनम् अस्तु. अत्र द्वितीयभागे अपि तदपि पठति वा? आं महोदय. भयावहः विशेषणं विशेषं परधर्मः. प्रसिद्धा गीता प्रसिद्धा विशेषणं गीता विशेष्यं. योगेश्वरः कृष्णः योगेश्वरः विशेषणं कृष्णः विशेष्यं. धनुर्धरः पार्थः धनुर्धरः विशेषणं पार्थः विशेष्यं. मोहिनी प्रकृतिः मोहिनी विशेषणं प्रकृतिः विशेष्यं. समं ब्रह्म समं विशेषणं ब्रह्म विशेष्यं. अत्र ब्रह्म इति ब्रह्मन् इति तत्र ब्रह्मन् इति तत्र जानीमः खलु. तत्र ब्रह्मन् इति नपुंसकलिङ्गे अपि अस्ति इति. अतः तत्र अत्र नपुंसकलिङ्गे ब्रह्म ब्रह्म इति समं ब्रह्म इति. अस्तु तर्हि तत्र बहु किमपि अद्य वयं कृतवन्तः अतीतवन्तः. तत्र विशेषणविशेष्यभावः तत्र अस्मिन् पाठे तत्र हलन्तपदानि सन्ति अजन्तपदानि अपि सन्ति. अतः तत्र बहु किमपि तत्र दृष्टवन्तः. अग्रे तत्र अभ्यासः अस्ति तत् तत्सर्वम् अग्रिमे वर्गे कुर्मः. तत्र तु अनेक तत्र बहवः अभ्यासाः सन्ति अस्मिन् पाठे. तदनन्तरं तत्र सर्वनामशब्दाः भवति तदनन्तरं तत्र अयम् इति नूतन सर्वनामशब्दः भवति. किन्तु तस्मात् प्राक् अनेकाः अभ्यासाः सन्ति. अस्तु तर्हि इदानीं तत्र प्रार्थनां शान्तिमन्त्रम् उक्त्वा तत्र विरमाम. तत्र शुभदा भगिनी भवती तत्र अन्ते वदति वा भगिनि? आं महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. धन्यवादः महोदय. धन्यवादः. धन्यवादः महोदय.